नमस्ते, पाणिनीयव्याकरणवर्गे स्वागतम्. प्रवृत्तमानविषयः अस्ति भुआदिगणः इति. अत्र वयं विशेषदातवः इति भागे स्मः. गतसप्ताहे वयम् उदुपदायाः गोहः इति सूत्रं दृष्टवन्तः, यत्र गुः धातोः गुणहेतु अजादौ प्रत्यये परे उपधायाः दीर्घः दीर्घ ऊकारादेशो भवति इति. अतः तस्य रूपं भवति गुह्यते इति उभयपदी. अतः गुह् योगः शप् इति अस्माकं भुआदिगणीयकर्तरि शप् इत्यनेन विकर्णप्रत्ययः आगच्छति. अनन्तरम् ऊदुपदायाः गोहः इति सूत्रेण अत्र गुह् इति भवति, गुहति गुहते इति उभयपदी धातुः अस्ति. तावद् वयं दृष्टवन्तः उदुपदायाः गोहः इति सूत्रं पर्यन्तं वयं दृष्टवन्तः. इदानीम् अग्रे सरामः. तस्मात् पूर्वं तत्र कृपोरोलः इति सूत्रस्य विषये किञ्चित् भ्रमः आसीत् किल, अतः अहम् अन्यत्र महोदयस्य वेब्सैट् मध्ये एव जालपुटे एव अन्यत्र कुत्रापि दृष्ट्वा किञ्चित् विवरणं सङ्गृहीतवती. तत्र कृपोरोलः इति यद् सूत्रमस्ति तत्र रेफस्य लकारादेशो भवति, कृप् धातोः रेफस्य लकारादेशो भवति इति वयं दृष्टवन्तः. भागद्वयम् आसीत्, कृपः उः कृपः रः लः इति तस्य सम्पूर्णसूत्रम् अस्ति. तत्र यद् कृप् धातोः उपधायाः गुणः भवति चेत् तत्र कर्प् इति भवति. अनन्तरं तस्य रेपस्य स्थाने लकारादेशः कल्प् इति वयं तत्तु तद् वयम् अवगतवन्तः. कल्प् इति फलं. यत्र उपधा गुणः न भवति तत्र कृप् इत्यस्य ऋकारस्य स्थाने लुकार आदेशः, ऋ इति स्वरवर्णः, लु इति स्वरवर्ण आदेशः भवति. अत्र कल्प् इति फलम्. कुत्र भवति इति अन्यस्मिन् स्थले सः प्रदर्शितवान्, तदेव अहं स्वीकृतवती. यदा वयं लटि वयं दृष्टवन्तः कल्पते इति. यदा वयं णिच् योजयामः चेत्, कृप् योगः णिच् इति योजयामः चेत् तत्र पुगन्तलघुपदस्य च इति सूत्रं वयं जानीमः. तत्र उपधायाः गुणः लघु इक् वर्णः अस्ति, अतः गुणः भवति कर्प् इति भवति. कर्प् योगः इ, कृपोरोलः इत्यनेन लकारादेशः भूत्वा कल्प् योगः इ. इदानीं कल्पि इति अस्माकं नूतनधातुः, सनाद्यन्ता दातवः इत्यनेन कल्पि इति नूतनधातुः. अनन्तरं शप् यदा वयं जानीमः, शप् योजयामः कल्पय इति अङ्गं सन्धि सर्वं प्रथमं कल्पि, तत्र गुणः भवति कल्पे योगः अ, अनन्तरं सन्धिः कल्पय इति अङ्गं कल्पयति कल्पयते इति निच् निजन्तरूपम् आगच्छति. अनन्तरं सः तत्र एव प्रदर्शितवान् यत्र लिट्लकारे गुणनिषेधः अस्ति इति. तत्र आर्धधातुकः वा शप्ना विहितः वा इति किमपि चिन्तनं नास्ति. अत्र लिट्लकारे गुणनिषेधः अस्ति. लिट्लकारे गुणनिषेधत्वात् ऋकारस्य उदाहरणं, लिट् लकारे किं भवति, कृप् योगः ए. तत्र तु द्वित्वम् अभ्यासकार्यं सर्वं भूत्वा चकृप् योगः ए. इदानीम् अस्माकं सूत्रमस्ति कृपोरोलः. अत्र ऋकारः यदस्ति तस्य स्थाने लु आदेशः भूत्वा चकल्पे इति रूपम् आगच्छति. लिट्लकारे गुणनिषेधत्वात् तत्र लु आगच्छति. तावदेव. आर्धधातुकः वा शप्न विहितः वा इति किमपि चिन्तनम् इदानीं तत्र नास्ति. अन्यत्रापि अहं त्रयः स्थले दृष्टवती, यत्रापि शप् न विहितः आर्धधातुकः इति कृत्वा इति किमपि नास्ति. गुणनिषेधत्वात् इत्येव स्वीकरणीयं. यदा वयम् अग्रे पठामः प्रायः स्पष्टं भवति, परन्तु इदानीम् अहं किञ्चित् मनसि समाधानं भवतु इति उक्तवती. अवगतं वा रघुपतिमहोदय? आम् महोदय, आमपि दृष्टवान् आसीत् अष्टादे.com मध्ये. आम् किञ्चित् तत्र क्लेशः आसीत् इदानीं गुणनिषेधः इत्येव स्वीकृतं निषेधः अस्ति तत्र अकारस्य लकार तदेव इदानीं वयं तदेव वयं स्वीकुर्मः तत् स्पष्टं भवति यदा वयम् आर्धधातुकः शप्नविहितः इति यद् चिन्तनं कुर्मः चेदेव मार्गभ्रष्टः जातः तत्र वयं न जानीमः किमर्थम् इत्युक्ते निच्यपि आर्धधातुकप्रत्ययः एव किल तत्र तु गुणः भवति अतः तादृशम् इदानीं मास्तु यदा अग्रे पठामः प्रायः इतोपि स्पष्टं भवति अस्तु इदानीम् अग्रे सरामः तत्र ऐ ऐ ऐ नास्ति ऐ एव वा तद् स्माल् ऐ इति भ्वादिगणः केषाञ्चित् धातूनां ऐ एव अस्तु तद् भागात् पठामः महोदय भवान् एव आरम्भं करोतु ऐ भ्वादिगणे केषाञ्चित् धातूनां विकरणप्रत्ययः विकल्पः विकरणप्रत्ययः विकल्पः कुत्रचित् विकल्पेन श्नु स्वादिः इव कुत्रचित् द्वित्वं सनन्तः इव कुत्रचित् णिङ् चुरादि इव कुत्रचित् शन् दिवादि इव एषु शप् इति सामान्यम् अन्यत् किमपि विकरणं विकल्पेन आयाति चेत् तच्च विशेषम् अस्तु भ्वादिगणे केषाञ्चित् धातूनां विकरणप्रत्यय विकल्पेन आयाति इति दत्तमस्ति विकल्पादेशः यत्र स्वादिभ्य इव श्नु इति स्वादिगणीय धातौ श्नु इति विकरणप्रत्ययः अस्ति तत्र कुत्रचित् धातोः विकल्पेन श्नु इति विकरणप्रत्ययः विधीयते शप् वा श्नु वा इति विकल्पः कुत्रचित् द्वित्वं भवति यत्र सनन्तदातवः विहितः भ्वादिगणीय एव सनन्तदात द्वित्वं भवति तत्र कुत्रचित् स्थलेषु चुरादीव निङ् धात् निङ् इति विकरण निङ् प्रत्यय विहितं भवति कुत्रचित् स्थलेषु दिवादिभ्यः शन् इति यत् विकरणप्रत्ययः अस्ति तदपि भवितुं तदपि निर्देशः भवति विकल्पेन धातोः अनन्तरं विकरणप्रत्ययः आयाति इति दत्तमस्ति येषु शप् इति सामान्यम् अन्यत् किमपि विकरणं विकल्पेन आयाति चेत् तस्य विशेषम् अस्ति अतः विशेषधातवः यत् यत्र विकल्पेन एते प्रत्ययः आयाति तस्य तत् विशेषः अस्ति यस्मिन् गणे कश्चन धातुः पठितः नाम यस्मिन् गणे उक्तः तद् अनुसृत्य तस्मात् धातुतः स्वस्य गणस्य विकरणप्रत्ययः विहितः कस्यचिदपि विशिष्टसूत्रस्य आवश्यकता नास्ति केनचित् विशिष्टसूत्रेण अन्यत् विकरणं विहितं चेत् अयं धातुः तस्य विकरणस्य तद्विकरणसम्बद्धगणे न भवेत् यतोहि तस्मिन् गणे यदि अभविष्यत् तर्हि तस्य गणस्य विकरणं निरायसेन आगमिष्यत् स्वादिभ्यः श्नु दिवादिभ्यः शन् यस्मिन् यस्मिन् कस्मिन्नपि गणे भवतु नाम तस्मिन् गणे एतादृशेन सूत्रेण विकरणं विहितं तस्मिन् गणे नास्ति चेदेव तद्गणस्य विकरणस्य विधानार्थं विशिष्टसूत्रम् आवश्यकम् अस्ति अस्तु यत् वयं दृष्टवन्तः गणभेदेन विकरणप्रत्ययः भिन्नभिन्नं भवति परन्तु स्वादिभ्य श्नु दिवादिभ्य शन् इति एतादृशसूत्राणां विकरणं विहितः विकरणं प्रत्यय तस्मिन् गणे नास्ति चेदेव तद्गणस्य विकरणस्य विधानार्थं विशिष्टसूत्रस्य आवश्यकं न जानामि भगिनि अत्र किं दत्तमस्ति किमपि नास्ति तत्र यदा वयं भ्वादिगणस्य धातुः अस्ति चेत् तत्र शप् इति विहितः भवति आम् तत्र तस्मिन्नेव गणे तद् धातुः अस्ति चेत् तत्र विशिष्टसूत्रस्य किमपि आवश्यकता नास्ति किल आमामाम् अन्यस्मिन् गणे इदानीं पाणिनिना किं कृतम् इत्युक्ते भुवादिगणीयधातुः परन्तु तस्य परः विकल्पेन शन् अपि विहितः भवति. तत्र विशिष्टं भवति किल किमर्थं भुवादिगणे चिन्तयामि सन्नन्तरं चिन्तयाम् अहम् अवगच्छामि परन्तु इदानीं शन् शन् प्रत्य यत् भुवादिगणे किमर्थं विहितमस्ति यत् किञ्चित् केचन धातवः तत्र वैकल्पिकरूपमस्ति तत्रापि अस्ति अत्रापि अस्ति. अस्तु अस्तु अस्तु. यदा वयं सर्वदा वदामः किल भाषा प्रथमं व्याकरणम् अनन्तरम् इति, प्रायः सः भाषायां श्रुतवान् तत्र उपयोगः तादृशम् अस्ति इति. तत्र इदानीमपि स्थापयतु, तत्रापि एकस्थलं तु नित्यमस्ति, शन् इत्युक्ते नित्यम्. अत्र प्रायः रूपं किञ्चित् भेदः अस्ति, अर्थभेदः अपि अस्ति चेत् तत्रापि स्थापितवान्. अस्तु अस्तु, अग्रे अपि पठामः. एकनिमिषं महोदय, राजेन्द्रमहोदय पठति वा? आम् भगिनि. स्वादिगणीयः एव शणु इति विकरणम् अक्षु अक्ष अक्ष अक्षु व्याप्तौ व्याप्नोति अक्ष अन्य अक्षण्यतर स्याम् अक्षधातोः शप् प्रत्ययः भवति कर्तरि सार्वधातुके, पक्षे विकल्पेन शनु प्रत्ययः प्रत्ययः भवति. अक्षः पञ्चमे अन्तम्, अन्यतर स्याम् सप्तमे अन्तम्, द्विपदं सूत्रम्. सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः, कर्तरि शप् इत्यस्य पूर्ण इत्यस्य पूर्णसूत्रस्य अनुवृत्तिः, स्वादिभ्यः शृणु इत्यस्मात् शृणु इत्यस्य अनुवृत्तिः. धातोर् एकाचौ हलादेः क्रियासंविहारे यण् इत्यस्मात् धातोः इत्यस्य अधिकारः, अनुवृत्तिस्य सूत्रम् अक्षधातोः शप् कर्तरि सारुधातुके अन्यतरस्यां शृणुः शृणुः. अक्ष अन्यतरस्यां सूत्रं वदति अक्षधातुः यथा अस्ति तत्र शप् प्रत्ययः तत् कर्तरि सार्वधातुके तत्र शप् प्रत्ययः विकरणप्रत्ययः भवति, परन्तु अन्यस्मिन् पक्षे तत् विकल्पेन शनु प्रत्ययः अपि तत्र भवति तत्र भवति तत्र यथा अनुवृत्तिस्य सूत्रं अस्ति अक्षधातोः शप् कर्तरि सार्वधातुके अन्यतरस्यां शनुः. भवादिगणे तत् शप् कर्तरि शप् सार्वधातुके तत् भवति, तत् शप् प्रत्ययः विकरणप्रत्ययः आगच्छति, परन्तु विकल्पेन तत् शनुः प्रत्ययः अपि तत्र योजितं योजनीयं तत्र विकल्पेन यत्र कुत्रापि. सम्यक्, अग्रे अपि पठतु महोदय. शपि अक्ष अक्ष योगः योगः शप् अक्ष योग अक्ष इति अङ्गम् अक्ष इति ति तिङ् प्रत्ययः तत् अक्षति अक्षति शनौ अक्ष अस्तु पूर्वं तु अस्ति शपि अक्ष यदि यदा तत् प्रयोजनं कथं योजयामः शनौ अक्ष अक्ष योग शनु अक्ष अक्ष योग नु नत्वं कृत्वा अक्षणो अक्षणो अस् अक्षणो अस् अस्ति अक्षणो अक्षणोति तत् सार्वधातुक आर्धातुक्योः इत्यनेन इगन्ताङ्गस्य गुणः गुणः भवति अक्षणो योगति अक्षणोति. अस् अत्र किमस्ति शपि तु तत्र शप् प्रत्ययः यथा विहितः अस्ति तत्र अकारः अवशिष्यते तत्र अक्ष योग अक्ष योगति तिङ् प्रत्ययः तत् अक्षति भवति शनो शनो सन्दर्भे तत् शनो अक्ष यदा प्रयोजयामः तत् अक्षयोगशणु अक्षयोग नु नु भवति षकारस्य लोपः भूत्वा तत् इदानीम् अत्र अत्र किं वदामि षकारः अस्ति तत् कारणात् तत् नत्वं भवति नु तत् नत्वं भवति तत् नकारस्य नकारः भूत्वा तत्र अक्षणो अक्षणो भवति अक्षणो यो भवति इदानीं तु सार्वधातुक आर्धातुकयोः योः इत्यनेन सूत्रेण उकारस्य गुणः भवति इगन्त इगन्त इगन्त इगन्ताङ्गम् अस्ति तत् गुणः भवति अक्षणो योगति अक्षणोति तत् रूपं निष्पन्नं भवति. सम्यक्. यदा स्वादिगणे अभविष्यत् चेत् एतत् सूत्रस्य एतस्य सूत्रस्य आवश्यकता एव न भवति. अक्षधातोः इति भुवादिगणीयधातुः एव स्वादिगणे नास्ति, परन्तु रूपद्वयम् आगच्छति वैकल्पिकम्. अक्षति अक्ष्णोति इति रूपद्वयम् अस्तु. अत्र भगिनि यदा तत् कल्परूपं विवक्षा रूपस्य विवक्षा अस्ति तत्र अक्षोण्यतरस्यां सूत्रेण तत् कार्यं भवति. आम् आम्, रूपद्वयस्य द्वयमपि अक्षो अन्यतरस्याम् इति सूत्रेण एव आगच्छति. आम् सम्यक् अस्तु. अरुणा भगिनी अग्रे पठति वा? आं भगिनि. तनुकरणे तच्छः तच्छ धातोः शप् प्रत्ययः भवति. कर्तरि सार्वधातुके तनुकरणार्थे पच्छे विकल्पेन स्नु प्रत्ययः भवति. तनुकरणे सप्त्यन्तं सप्तम्यन्तं तच्छः पञ्चम्यन्तं द्विपदपदमिदं सूत्रं. सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः. कर्तरि शप् इत्यस्य पूर्णसूत्रस्य अनुवृत्तिः. स्वादिभ्यः स्नुः इत्यस्मात् स्नुः इत्यस्य अनुवृत्तिः. अच्छो अन्यतरस्याम् इत्यस्मात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः. धातोरेखाच्छोहलादेः क्रियासमाभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं तनूकरणे तच्छः धातोः शप् कर्तरि सार्वधातुके अन्यतरस्यां स्नुः. तनूकरणे तच्छः सूत्रं वदति तच् धातोः भवादिगणे आगच्छति. सप्रत्ययः भवति कर्तरि सार्वधातुके तनूकरणार्थे. विकल्पपक्ष अस्ति स्नुप्रत्ययः भवति. अनुवृत्तिसहितसूत्रं वदति तनुकरणे तच्छः धातोः शप् कर्तरि सार्वधातुके अन्यतरस्यां स्नुः. पूर्वम् अच्छधातु एव द्वे पच्छ अस्ति. तच्छ धातु शप् प्रत्यये आगच्छति. कर्तरि सार्वधातुके अस्त अर्थसमये विकल्पेन स्तुप्रत्यय अपि भवति. ततः रूपाणि भिन्नः भवति. शप् शप् पक्षे तच् योगः सप् तच् योगः अनुबन्ध कृत्वा तच् प्लस् आ तच्छ इति अङ्गं तच्छति तच्छति इति रूपं भवति. स्नौ प्रत्यय परे पक्षे तच् योगः स्नु तच् योगः नु नत्तं कृत्वा तष्णु तष्णु इति योगः अति. सार्वधातुकार्धधातुकयोः सूत्रेण गुणकार्यं भवति. गन्धस्य गुणः भवति तच्छ्नो योगः अति तच्छ्नोति इति रूपं भवति. रूपद्वयं तक्षति तक्ष्णोति इति रूपद्वयं. तक्ष एव धातुः भुवादिगणीयधातुः, परन्तु तत्र रूपद्वयं भुवादौ तक्षति अनन्तरं स्नौ पक्षे तक्ष्णोति स्वादौ. उत्तमम्. भगिनी भवती एव अग्रे अपि पठतु भगिनी, एकः परिचयः तनुकरणं नाम टु शेव् फेर् भगिनी एकः प्रश्नः अस्ति अत्र तक्षधातु अपि च अक्षधातु भवादिगणे गणे धातु अस्ति परन्तु तत् रूपसाधनार्थं तत्र तनुकरणे तक्षः अथवा च अक्षोन्यतर्षां सूत्रस्य प्रयुज्यामः तत् तस्य यत् विवक्षा अस्ति तत् तदा तत् निष्पन्नं कथं भवति तत् एतानि सूत्रयोः कार्यम् अस्ति अत्र आम् महोदय तदेव प्रश्नः वा साधारणतया यत् यथा भवादिगणे धातु अस्ति तत् तत् रूपं निष्पन्नं करणीयं तत् एतस्मिन् सूत्राणि तत् न प्रयुज्यामः परन्तु अपि च तनु धातोः कृते तत् एतानि सूत्राणि प्रयुज्यामः साधारणतया एकमेव रूपम् आगच्छति तत्र वयं कर्तरीशप् योजयित्वा सामान्यधातुः अस्ति चेत् तत्र वर्णमेलनं वा सन्धिकार्यं वा तदेव कुर्मः विशेषधातुः अस्ति चेत् यदा इषु गमियमां सः इति गच्छ धातुः विषये तत्र धात्वादेशः किमपि कुर्मः परन्तु रूपम् एकमेव आगच्छति परन्तु एतादृशविशेषधातवः विशेषधातवः अस्ति परन्तु तस्य रूपं भ्वादिगणे एव इति न अन्यस्मिन् गणे अपि तस्य रूपम् अस्ति इति अतः एव सूत्र विशेषसूत्राणि सम्यक् उत्तमः प्रश्नः भगिनि अत्र स्नु इति अस्ति खलु स्नु इति दिवादिगणीक स्नु इति स्वादिगणीय यदि यत् एष धातु अक्ष इति स्वादिगणीय अभविष्यत् चेत् अन्यसरतां शप् इति भवेत् किल आमामामां तत्र अपि अस्ति तादृशदातवः स्वादिगणे अपि अस्ति ये एतस्य रूपं येषां रूपम् अन्यत्र आगच्छति अन्यत्र तदा एतादृशम् एतादृश सूत्रस्य आवश्यकता अस्ति अत्र एव बहवः धातवः सन्ति किल भुवादिगणे एव अतः एव एतादृशविशेषदात विशेषसूत्रस्य आवश्यकता अन्यत्र तु तादृश एतादृश सहस्रदातवः वा किमपि नास्ति चिरादिगणे वन् फोर् सिक्स् टेन् इत्यत्र अधिकतया अस्ति अदादिगणे जुहोत्यादिगणे तु तादृशम् अधिकतया नास्ति अन्य षड् द्वितीयसमूहः इति अस्ति किल यत्र अङ्गम् अदन्तं नास्ति तत्र एतादृश सहस्र इति तादृश नास्ति द्विशतं प्रायः अदादिगणे तदपि नास्ति द्विवादिगणे अस्ति द्विवादिगणे तुदादिगणे तदेव 1 4 6 10 इति गणे तत्र अन्यत्र एतादृशं नास्ति तत्र प्रायः विशेषसूत्राणि अपि नास्ति यत्र गणद्वयस्य विवरणं तत्र नास्ति अस्तु भगिनि पठतु भगिनि तनुकरणं नाम टु शेव् फेर् प्लेन् मेक् थिन् इयमेव क्रिया कार्पेण्टर्स् रचनात्मकं कार्यं तदर्थं संस्कृते कार्पेण्टर् इति उक्तौ तर्चकः वस्तुतः थच् धातु तनुकरणार्थे एव भवति तर्हि किमर्थं सूत्रे विशेषतया उक्तं तनुकरणे अन्यतरस्यां स्नु प्रत्ययः यतोहि अस्य थच् धातोः एक एव अर्थः चेदपि बहवः प्रयोगाः अनेन सूत्रेण स्नुप्रत्ययस्य विकल्पः केवलं सामान्यतनुकरणे योगार्थे अतः तच्छकः तच्छति काष्ठं, तच्छकः तश्नोति काष्ठम् इति रूपद्वयं तु भवति, किन्तु अधिवक्ता सन्तच्छति वाग्भिः, दि लायर् कट्स् वित् स्पीच् इत्यस्मिन् प्रयोगे शप् एव भवति. अत्र स्नुप्रत्ययस्य विकल्पः न अस्ति. उभयत्र तनुकदमेव कदमे स्थले योगार्थः, द्वितीये तु रूढार्थः. अहं प्रयत्नं करोमि. आम्, तनुकरणं मीनिङ्ग् दत्तवान्, अर्थं दत्तवान् आङ्ग्लभाषया. तच्छकः इति कार्पेण्टर् नाम, कार्पेण्टर् तच्छक कार्यं लक्षण कार्यं तनुकरणमेव तर्षणीकरणमेव तस्य कार्यं, ततः तच्छदातु तनुकरणात् एव भवति. तदनन्तरम् अन्य उदाहरणं दत्तवान्, अधिवक्ता सन्तक्षति वाग्भिः, दि लायर् कट्स् वित् द स्पीच् इत्यस्मिन् प्रयोगे शप् एव भवति, न स्नुप्रत्ययस्य विकल्पः नास्ति. अहं न अवगतं भगिनि अत्र अस्मिन्नेव. यदा तत्र तु भिन्नार्थः आङ्ग्लभाषायाम् अस्ति, परन्तु तस्य अर्थः एव तनु इति धातोः अर्थः तनुकरणम् एव. परन्तु तस्य भुवादिगणे अपि तक्षति इति एकं रूपं, तक्ष्णोति इति द्वितीयरूपं, तस्य अर्थः एव तक्षकः तक्षति काष्ठः इति शप्. यदा शप् स्वीकुर्मः भुवादिगणे, तक्षकः तक्ष्णोति काष्ठम् इति श्नु, यदा प्रत्ययः श्नु इति वैकल्पिकरूपं योजयामः चेत् तद्रूपम् आगच्छति इति रूपद्वयं तु भवति एव. अनन्तरम् एक तक्षकः तक्षति काष्ठः इत्युक्ते कार्पेण्टर् कट्स् द काष्ठः इति वुड्, तदेव अर्थः. तक्षकः तक्ष्णोति काष्ठम् इति अपि तदेव, कार्पेण्टर् कट्स् द वुड्, रूपद्वयम् आगच्छति. तक्षति उपयोगं करोतु, तक्ष्णोति उपयोगं करोतु, अर्थः तु समानः एव, उपयोगं साधु. परन्तु अन्य अपि एकम् उपयोग वाक्यस्थले अन्य उपयोगमपि अस्ति, प्रयोगः उपयोगम् अस्ति, प्रयोगः अस्ति, अधिवक्ता सन्तक्षति वाग्भिः इति. तत्र सन् उपसर्गपूर्वक तक्ष् धातुः. इदानीं यदा सन् इति उपसर्गपूर्वकम् आगच्छति चेत् तत्र वयं शप् इति एव योजयामः, तत्र वैकल्पिकरूपं न आगच्छति इति एव. परन्तु तत्र अर्थः अपि, द लायर् कट्स् वित् स्पीच् अपि कट् इत्येव अर्थे, तक्ष किं तनुकरणार्थे, कार्पेण्टर् तत् ओरिजिनल् मीनिङ्ग् रूढि यत् लौकिके लोके व्यवहारे वयम् तदेव. अत्र तस्मिन् अर्थे तु यदा सन् उपसर्गपूर्वकम् आगच्छति चेत् रूपद्वयं न भवति, एकमेव रूपं, तक्ष्णोति, क्षम्यतां, तक्षति, सन् तक्षति इत्येव आगच्छति. यदा महोदय उक्तवान् योगार्थः एकं, द्वितीयं तु रूढार्थः. योगार्थः इत्युक्ते यत्र पूर्वमेव मूल अर्थः, एटिमोलोजिकल् मीनिङ्ग् शब्दव्युत्पत्तिः. तत्र रूढार्थः, क्षम्यताम्, आम्, रूढार्थः अपि योगार्थं योगार्थस्य आधारेण एव आगच्छति. परन्तु सम्भाषणे अस्माकं लौकिकभाषायां यद् वदामः तदेव रूढार्थः. धन्यवादः. एकमेव वाक्यमस्ति भगिनि, तदपि समापयतु. इमौ द्वौ धातु अञ्च अच् थच् यदि स्वादिगणे अभिविशतां तर्हि स्नुप्रत्ययस्य आनयनार्थं विशिष्टसूत्रस्य आवश्यकता न अभविष्यत्. वदति अक्ष तच् धातु स्वादिगणे अपि आगच्छति, ततः अत्र अन्न विशिष्टसूत्रस्य आवश्यकता न भवति इति तनु अभविष्यतां चेत् अभविष्यत् इति लुङ् प्रयोगः किल, यत्र अस्ति चेत् इति वदामः किल, सम्भावना अस्ति चेत् स्वादिगणे अस्ति चेत् श्लु प्रत्ययस्य आनयनार्थं विशिष्टसूत्रस्य आवश्यकता न अभविष्यत्, न तस्य आवश्यकता एव न अभविष्यत्, न आवश्यकम् इत्येव अर्थः. सम्भावना तादृशं नास्ति, परन्तु स्थितिः तु तादृशं नास्ति इति. सम्यक् भगिनि. रघुपतिमहोदय. आं भगिनि, एकनिमिषं. सनन्तः इव सन् इति प्रत्ययः, अत्र सप्तधातवः सन्ति, इमे च सप्तधातवः मूले चुरादिगणीयाः, अतः तस्मिन् चुरादिगणे पठिताः तत्रैव णिच् च शप् च विहितौ भवतः, यथा गुब् धातोः गोपयति, तिज् धातोः तेजयति, कित् धातोः सङ्केतयति, इमानि रूपाणि चुरादिगणे एव निष्पन्नानि, सूत्राणि च तत्रैव. परन्तु येषां धातूनां सनन्तरूपाणि अपि भवन्ति, तानि चुरादिगणे निष्पादयितुं न शक्यते, यतोहि तत्र णिच् प्रत्ययः सर्वदा विधीयते. चुरादौ णिच् तु भवत्येव, तदा सन् अपि आयाति चेत् फलं दोषाय, येन तत् न स्यात् तन्न स्यात्. येषां सनन्तरूपाणि भुवादिगणे पठितानि, तर्हि फलितार्थः एवं यत् येषां सप्तानां धातूनां कृते सन् प्रत्ययः इति विशेषः, भुवादौ सन् अभावे णिच् प्रत्ययः इति सामान्यं चुरादिगणे. अस्तु, सनन्तदातवः इति सनन्ताः इव सन् इति प्रत्ययः, सनन्ताः सन् प्रत्ययः. सप्तदातवः सन्ति, एते सप्तदातवः मूले चुरादिगणीयः, परन्तु अत्र यत्र सन् प्रत्यय विधीयते इष्टरूपं चुरादिगणे यदि तत् ते अभविष्यत् तर्हि इष्टरूपं न सिद्ध्यते, अतः तेषां तान् अत्र स्थापिताः तान् तान् धा तान् धातून् तान् धातून् अत्र स्थापिताः सन्ति. सप्तधातवः अतः सन् अभावे णिच् प्रत्यय चुरादिगणे, सन् अस्ति चेत् भुवादिगणे भवति, अतः अत्र सन् अपि शप् इति शप् प्रत्यय अपि आगत्य इष्टरूप वयं साधितुं शक्नुमः इति अस्ति अत्र अस्मिन् भुवादिगणे. तत् तादृशं साधितुं शक्नुमः, परन्तु यदा चुरादिगणे आसीत् चेत् तत्र प्रथमं णिच् तु अवश्यं भवति, अनन्तरं सन् अपि योजयामः चेत् रूपसाधनं न भवति. भिन्न अर्थ खलु भगिनि, अत्र यदि भुवादिगणे सन् प्रत्यय भवति तदा अर्थभिन्ना भवति, भिन्ना भवति खलु, अर्थभिन्ना भवति वा तदेव अर्थे इत्युक्ते चुरादिगणस्य अर्थे एव इति पृच्छति वा? परन्तु सन् इति सन् इत्यस्य अर्थः तु इच्छार्थे इति अस्ति किल, इच्छार्थे. परन्तु तद् यदा भुवादिगण साधारणतया इच्छार्थे, सन् इत्युक्ते इच्छार्थे किं तद् जिज्ञासा ज्ञातुम् इच्छा ज्ञातुम् इच्छा पिपासा चिकित्सा पिपासा बुभुक्षा इति तत्र सर्वत्र इच्छार्थे. परन्तु यद् सन् प्रत्ययः इदानीं भुवादिगणे तद् तत् अस्ति तादृश अर्थः न भवति, तदेव अग्रे दत्तमस्ति. अस्तु, अस्तु, साधारणतया सन् विहितः अस्ति चेत् इच्छार्थे एव, इच्छार्थे अस्तु, परन्तु एतत्तु विशेषदातवः इति कृत्वा प्रथमं त्रयः दातवः एव दत्तमस्ति, अनन्तरमेव सप्तदातवः इति प्रथमवाक्ये अस्ति किल, प्रथमं त्रयः दातवः अनन्तरं चत्वारः, गुप्तिकिद्यः सन् गुप् गोपने तिज् निशाने कित् निवासे एतेभ्यः धातुभ्यः सन् प्रत्ययः भवति, अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति इत्यनेन यदा कश्चन प्रत्ययः विहितः भवति किन्तु तस्य अर्थः नोक्तः तदा स्वार्थे अस्ति इति मन्यते, स्वार्थे नाम तस्य प्रत्ययस्य संयोजनेन अर्थपरिवर्तनं न भवति, गुप् च तिच् च किच् च तेषाम् इतरेतरद्वन्द्वः गुप् तिच्किदः तेभ्यः गुप् तिच्किद्भ्यः, गुप् तिच्किद्भ्यः पञ्चम्यन्तं सन् प्रथमान्तं द्विपदमिदं सूत्रं, सूत्रं स्वयं सम्पूर्णं गुप् तिच्किद्भ्यः सन्, अस्तु अत्र सप्तदातवः सन्ति चुरादिगणीयदातवः, ते अत्र अत्रापि भवति यथा सन् प्रत्यय विधीयते भुवादिगणे भवति, प्रथमं त्रय त्रयः दातवः सन्ति गुप् तिज् कित् इति, गुप् गोपने तिज् निशाने कित् निवासे इति, एतेभ्यः धातुभ्यः सन् प्रत्ययः भवति, इदानीम् अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति इत्यनेन यदा कश्चन प्रत्यय अनिर्दिष्टार्थाः यत्र अर्थः निर्दिष्टः अर्थः न उक्तः तदा स्वार्थे इष्टार्थ एव सन् किल, हा हा अनिर्दिष्टार्थः इत्युक्ते इष्टार्थः इत्येव संविधीयते, अनिर्दिष्टार्थः यद् इष्ट अर्थः निर्दिष्टः नास्ति, नै समासः अर्थः निर्दिष्टः नास्ति, यत् निर्दिष्ट अर्थः कः सन् प्रत्ययस्य, गोपयति इति वा, न साधारणतया निर्दिष्ट अर्थः सन् प्रत्ययस्य कः, इष्टार्थः न, इच्छार्थः, इष्टार्थ एव, इच्छार्थे सन्, इदानीम् अनिर्दिष्टार्थः प्रत्ययाः स्वार्थे भवन्ति इत्युक्ते यद् अस्माकं निर्दिष्ट अर्थः नास्ति, अनिर्दिष्टार्थः इत्युक्ते तद् अर्थः एव नास्ति, सन् इत्युक्ते इच्छार्थः, तद् अर्थः नास्ति परन्तु स्वार्थे तद् तस्य अर्थः भवति, अर्थः भिन्नः इति इत्येव महोदय, अवगतं स्वार्थे इति वयं चुरादिगणे यदा चुरादिगणं वयं न पठितवन्तः, परन्तु यदा पूर्वम् अहम् एकवारम् उक्तवती इति चिन्तयामि, चोरः चोरयति, स्वार्थे अपि चोरयितुं शक्नोति प्रेरणार्थे, निच्छति प्रत्ययः द्विविधः, चुरादिगणे निच् स्वार्थे एव, परन्तु तद् प्रेरणार्थे, तत्र यदा प्रेरणार्थे भवति परन्तु रूपं समानं भवति, चोरः स्वस्य कृते अपि चोरयति अन्येषां कृते अपि चोरयति, चोरयति रूपं समानं परन्तु स्वार्थे वा प्रेरणार्थे वा इति द्रष्टव्यम्, यौगिकार्थः स्वार्थे इत्युक्ते अस्मत् कृते प्रक्षालयति इति आगच्छति किल, हस्तं प्रक्षालयति इति तत्र स्वार्थे, पाठयति घापयति इति प्रेरणार्थे, तादृशम् अर्थः भवति स्वार्थे भवन्ति इति वदति, परन्तु नोक्तः अनिर्दिष्टार्थाः प्रत्ययः स्वार्थे भवन्ति इत्यनेन यदा कश्चन प्रत्ययः विहितः भवति किं तस्य अर्थः नोक्तः तदा स्वार्थे अस्ति इति मन्यते. स्वार्थे नाम तस्य प्रत्ययस्य संयोजनेन अर्थपरिवर्तनं न भवति. गुप् च तिच् च किच् च तेषाम् इतरेतरद्वन्द्व गुप्तिकिद् तेभ्यः गुप्तिकिद्भ्यः गुप्तिकिद्भ्यः पञ्चम्यन्तं गुप्तिकिद्भ्यः किभ्यात् एतेषां प्रत्ययानां धातूनां परे सन् प्रत्ययः विहितं भवति इति सूत्रस्य अर्थः. सम्यक् अस्तु, अग्रे पठामि वा? हा, पठतु महोदय, तत् समापयतु उदाहरणम्. अस्तु अस्तु, वार्तिकैः बुद्धं यत् तेषां त्रयाणां धातूनाम् अर्थविशेषे एव सन् प्रत्ययः विधीयते. बुद्धं यत् येषां त्रयाणां धातूनाम् अर्थविशेषे एव सन् प्रत्ययः विधीयते. अर्थविशेषे अस्तु, गुप् धातु सामान्य अर्थः टु हैड् चुरादौ, तत्र न सन् प्रत्ययः गोपयति. विशेषार्थः अस्ति टु डिस्पैस् भुवादौ, तत्र सन् प्रत्ययः विधीयते, भुवादौ भवति जिगुप्सते इति. तिज् धातुः सामान्य अर्थः टु शार्पन् तेजयति इति, चुरादौ तत्र न सन् प्रत्ययः. इदानीं भुवादिगणे यदा सन् प्रत्ययः विधीयते रूपं भवति तितिक्षते इति, एट् टु एन्ड्यूर्. तथैव किद् धातुः अस्ति, तस्य सामान्य अर्थमस्ति टु मेक् ए सैन्, चुरादौ तस्य रूपं भवति सङ्केतयति, तत्र सन् प्रत्ययः, चुरादौ तत्र न सन् प्रत्ययः. विशेषार्थः तु टु हील् इति, चिकित्सति इति, चिकित्सा इति तदेव वा? चिकित्सा, चिकित्सा तदेव. अस्तु, तर्हि अतः अर्थविशेषः अवगतः किल, तत्र धातूनाम् अर्थविशेषे. अग्रे अपि पठतु महोदय. अस्तु, तर्हि येषु रूपेषु सन् प्रत्ययः स्वार्थे अस्ति, नाम धातोः मूलार्थः यः, सः एव भवति. सन् प्रत्ययस्य संयोजनेन धातोः विशेषार्थे सन् प्रत्ययः विहितः. अर्थपरिवर्तनम् अस्तु, सन् प्रत्ययस्य संयोजनेन अर्थपरिवर्तनं भवति, विशेषार्थः विहितः. विहितः इति तु न भवति इति दत्तं वा? न, सन् प्रत्ययसंयोजने अर्थपरिवर्तनं न भवति. अर्थपरिवर्तनं भवति किल? अर्थपरिवर्तनम् इत्युक्ते चुरादिगणे प्रत्ययस्य स्वार्थे एव अर्थः किल, तदेव अर्थः अत्रापि अस्ति इति. अस्तु, अर्थपरिवर्तनं तु अस्माकम् उपयोगे तदेव, तद् अभवत्, परन्तु अस्य अर्थः अस्ति चुरादिगणे स्वार्थे भवति, तादृशमेव भुवादिगणे यदा संयोजयामः चेदपि स्वार्थे एव रूपं, तद् अर्थपरिवर्तनं किञ्चित् बीटिङ्ग् ग्रौण्ड् द बुश् इति वदामः किल, तादृशं प्रदर्शितम्. किन्तु अस्तु, अर्थपरिवर्तनं न भवति. धातोः विशेषार्थे सन् प्रत्ययः विहितः इति तु उक्तं, किन्तु सन् प्रत्ययस्य स्वस्य अर्थः यत्र भवति स तु इच्छार्थः, यथा चिकीर्षति, कर्तुम् इच्छति, जिगमिषति, गन्तुमिच्छति. अत्र जिगुप्सते, तितिक्षते, चिकित्सति इति एतादृशार्थः कोऽपि नास्ति. अस्तु, एतादृश अस्तु, सनन्त इच्छार्थ अर्थः नास्ति, स्वार्थे एव अर्थः, तावदेव. एकमेव एकविषयस्य एव तादृशम् अस्तु. अस्तु, राजेन्द्रमहोदय पठति वा? आं भगिनि. तर्हि एषु रूपेषु सन् प्रत्ययः अग्रिम अग्रिमपरिच्छेदः महोदय. अत्र सनन्तानां प्रक्रिया अवसरो नास्ति, किन्तु संक्षेपे प्रदर्श्यते. गुप्योग सन् संयोजनेन द्वित्वं पुहोश्च रघुपति महोदय कृपया म्यूट् करोतु. अस्तु अस्तु एकनिमिष. पठामि भगिनि. आम्. अत्र सनन्तानां प्रक्रिया अवसरो नास्ति, किन्तु संक्षेपे प्रदर्श्यते. गुप्योग सन् संयोजनेन द्वित्वं कुहोश्च सूत्रेण इत्यनेन तालव्य आदेशः जुगुप् जुगुप् योगस्य जुगुप्स् जुगुप्स् सनाद्यन्ता धातवः इत्यनेन धातुसंज्ञा जुगुप्स् जुगुप्स् इति धातु कर्तृ अर्थे सार्वधातुके परे कर्तरिषप् जुगुप्स् योगशप् जुगुप्स् जुगुप्स् इति अङ्गं लटि जुगुप्स् योगते जुगुप्सते तत्र रूपं रूपं भवति. सनन्तानां प्रक्रिया अवसरः अत्र नास्ति, परन्तु संक्षेपे अत्र प्रदर्शितमस्ति. गुप्योगसन् यदा सन् प्रत्यय आगच्छति तत् तत् संसंयोजनेन द्वित्वं भवति द्वित्वं भवति, परन्तु अत्र कुहोश्च सूत्रम् अस्ति यत्र तत्र तालव्य आदेशः भवति. अत्र गकारस्थाने जकार आदेशः भवति एवं भगिनि. न न तत्र द्वित्वं भूत्वा अनन्तरम् आम् आं सम्यक् वर्गीय अस्ति तत्र चवर्गीय आदेशः भवति. जुगुप् योगस्य अत्र सन् प्रत्ययात् प्रत्ययात् तत्र त आगच्छति. जुगुप्स् जुगुप्स् सनाद्यन्त्या धातवः सूत्रेण धातुसंज्ञा प्राप्नोति. जुगुप्स् अतिदेशधातुः अस्ति भगिनि एवं वा. नूतनधातुः नूतनधातुः अस्ति तत् सनाद्यन्ता धातवः तत् तेन सूत्रेण तत् धातुसंज्ञा प्राप्नोति. तदनन्तरं जुगुप्स् इति धातु कर्तरर्थे सार्वधातुके परे कर्तरि शप् सूत्रेण तत्र शप् प्रत्यय आगच्छति. तत् जुगुप्स् योग शप् तत् शकारपकार लोप भूत्वा अकारे अवशिष्यते. जुगुप्स् इति अङ्गं लटि ते जुगुप्स् जुगुप्सते ते प्रत्यया तिङ् प्रत्यय आगच्छति. जुगुप्सते अत्र रूपं रूपं भवति तत् सम्यक्. अत्र सर्वदा एतत् कुत्रचित् स्थलेषु चिकित्सति इति अस्ति, तितिक्षते इति किमर्थं तत्र आत्मनेपदीरूपं भवति वा निश्चय तत्र उभयपदी भवति खलु अत्र. न सनाद्यन्त सन्दातवः किमपि नियमः अस्ति महोदय. पूर्वम् एकवारम् उक्तवती, इदानीं मम स्मरणे न आगच्छति, परन्तु तत्र किमपि नियमः अस्ति तस्य रूपं कथं भवति इति. द्वित्वं तु भवति एव, परन्तु तस्य तद् आत्मनेपदी रूपं स्वीकरोति इति किमपि अहं न आत्मनेपदी अस्ति चेत् मूलधातु तदेव तदा एव भवति वा अथवा न तत्र नियमः अस्ति. अहं तादृशं नास्ति, तत्र किमपि नियमः अस्ति, अहम् इदानीं मम स्मरणे न आगच्छति, अहं दृष्ट्वा वदामि. पूर्वम् एकवारम् अहम् उक्तवती, परन्तु अहं श्रुतवान् आसीत् निच् प्रत्यये तत् बहव बहुत्र उभयपदी भवति इति. आम् निच् प्रत्यये उभयपदी भवति, परन्तु सन सन् विषये किञ्चित् केचन नियमाः सन्ति. इदानीं मम स्मरणे तद् न आगच्छति, अहं दृष्ट्वा वदामि, परन्तु तत्र तु नियमः निच् प्रत्ययः उभयपदी अपि भवितुम् अर्हति इति तद् वयं पठितवन्तः वर्गे. सन् प्रत्ययविषये कुत्र वयं दृष्टवन्तः इत्यपि प्रायः वयं यदा आर्द्रधातुकप्रक्रिया इति किमपि कृतवन्तः किल तत्र प्रायः आसीत् इति चिन्तयामि अहम् अन्वेषणं कृत्वा वदामि महोदय भगिनी अर्थम् आधारीकृत्य तत्र आत्मनेपदे प्रयोगं भवति वा अत्र कुत्र महोदय अर्थ आधारीकृत्य तत्र कीदृशी प्रयोगः साधारणतया तदेव साधारणतया अस्माकं कृते इत्युक्ते आत्मनेपदी अन्येषां कृते इत्युक्ते परस्मैपदी इति तादृशमेव सर्वदा भवति साधारणनियमः परन्तु सनन्तानां विषये किमपि अन्यनियमः अस्ति तद् आगच्छति इति अहं कुत्रापि पठितवान् इदानीं पूर्वम् आसीत् तत् आत्मनेपदी इति स्वार्थे इति भवति इदानीं तत् इदानीन्तनकाले तद् नास्ति तादृशभेदः नास्ति आम् संस्कृतेन वदतु तदेव पर्याप्तम् इति आगच्छति किल अतः तद् नियमः तु त्यक्तवन्तः सरलसंस्कृतम् इति सनन्तविषये बहु किमपि अस्ति इदानीं किमर्थं न आगच्छति इति न अहं चिन्तयित्वा वदामि तत्र एव तत्र रूपपरिवर्तनं भवति धातोः उभयपदी अस्ति वा परस्मैपदी अस्ति वा चेदपि रूपं रूपस्य विषये किमपि नियमः अस्ति आम् अत्र गोपयति इति अस्ति जिगुप्सते इति आगच्छति तितिक्षते आगच्छति परन्तु चिकित्सति इति अस्ति कित् धातुः तत्र किमर्थं चिकित्सते इति न भवति तादृशम् अस्ति किमपि अहं दृष्ट्वा वदामि अवश्यम् अस्तु महोदय अग्रे अपि पठति वा राजेन्द्रमहोदय मान् बद्दांशान् व्यो दीर्घश्चाभ्यासस्य मान् पूजायां बद् बन्धने दान् अवखण्डने शान् अवतेजने इत्येभ्यः धातुभ्यः सन् प्रत्ययः भवति अभ्यासस्य च इकारस्य दीर्घ आदेशो भवति अत्र सन् प्रत्ययः स्वार्थे नाम तस्य संयोजनेन अर्थपरिवर्तनं न भवति मान् च बदश्च दान् च शान् च तेषाम् इतरेतरद्वन्द्वः मानबद्दानशानः तेभ्यः मानबद्दानशानभ्यः मानबद्दानशानभ्यः पञ्चमे अन्तं दीर्घः प्रथमान्तं च अव्ययम् अभ्यासस्य षष्ठमे अन्तम् अनेकपदम् इदं सूत्रं गुप्ततेज् किद्भ्यः सन् इत्यस्मात् सन् इत्यस्य अनुवृत्तिसहितसूत्रं मान् बद्धान् शान्भ्यः सन् दीर्घः च अभ्यासस्य सूत्रं वदति यत् चत्वारः धातवः सन्ति अस्मिन् सूत्रे मान् बद् दान् एवं शान् तत्र सन् यदा सन् प्रत्ययः भवति तत् अभ्यासस्य च इकारस्य दीर्घ आदेशः भवति दीर्घ आदेशः भवति यस्मिन् सूत्रेण अत्र सन् प्रत्ययः स्वार्थे नाम तस्य संयोजनेन अर्थपरिवर्तनं न भवति अनुवृत्तिसहितसूत्रमस्ति मान् बद्दान् शान्भ्यः सन् दीर्घः च अभ्यासस्य सन् प्रत्ययः यदा योजयामः इमानि दातवः तत्र इकारस्य अपि च अभ्यासस्य दीर्घ आदेशः भवति पूर्व अभ्यासः पठतु महोदय. इत्यनेन द्वित्वे सति प्रथमभागस्य अभ्याससंज्ञा भवति संयतः. इत्यनेन सन् प्रत्यये परे अभ्यासस्य ह्रस्व आकारस्य अकारस्य स्थाने ईकार आदेशः भवति अतः उदाहरणत्वाय मान पूजायां टु आनर् मानयति चुरादौ, टु इन्वेस्टिगेट् इत्यस्मिन् अर्थे मीमांसते भवादौ. भगिनि भवती किञ्चित् प्रतिपादयतु, अत्र किञ्चित् प्रायशः मम मनसि किञ्चित् भ्रमः अस्ति. अस्तु महोदय, नास्ति चिन्ता. तत्र यदा भवान् उक्तवान् तदेव अस्ति. तत्र चत्वारः धातवः सन्ति, मान् बध धान शान. मान बध धान शान इति चत्वारः धातवः. अत्रापि यदा वयं पूर्वस्मिन् सूत्रे दृष्टवन्तः, अत्रापि स्वार्थे एव तस्य अर्थः भवति. यदा चुरादौ भवति, सन् प्रत्ययः योजयामः चेदपि अत्र स्वार्थे एव अर्थः भवति इति. अत्र परन्तु किं भवति इत्युक्ते अभ्यासकार्यं भवति. अभ्यासकार्यम् इत्युक्ते द्वित्वं. यदा वयं जुहोत्यादिगणस्य विषये चिन्तितवन्तः, वयं तु अस्माकं वर्गे दृष्टवन्तः, अन्ये न दृष्टवन्तः इति कृत्वा, जुहोत्यादिगणे अत्र दधाति इति तत्र द्वित्वं भवति किल, तादृशम् अत्रापि द्वित्वं भवति. यदा वयं मान् इति स्वीकुर्मः चेत् प्रथमं मान् मान् इति द्वित्वं भूत्वा पूर्णतया द्वित्वं भवति धातोः. अनन्तरम् अन्य किमपि कार्यं भूत्वा तत्र ममान् इति रूपम् आगच्छति. यद् मान् मान् इति अस्ति, तत्र प्रथमभागस्य यद् मान् इति अस्ति, तस्य नाम एव अभ्यासः इति. अभ्यासः इति संज्ञा इति इत्युक्ते तस्य नामकरणम्. तत्र किं भवति इत्युक्ते, सन् प्रत्यये परे अभ्यासस्य ह्रस्व अकारस्य स्थाने ईकारादेशः. इदानीं मूलधातुः मान् मान् मान् इति अस्ति. इदानीं यत्र अभ्यासकार्याणि इति वदामः, यद् कार्यम् अभ्यासे भवति तस्य नाम अभ्यासकार्याणि भूत्वा, ममान् इति यद् अस्ति, तत्र तस्य भागस्य ईकार आदेशः भूत्वा मीमान् इति भवति. तदेव अनन्तरं मीमान् इति अपि आगच्छति. ह्रस्व अकारस्य स्थाने इकारादेशः प्रथमम्, अनन्तरम् अन्यत् किमपि सूत्रमस्ति येन मीमान् इति रूपम् आगच्छति. मीमांसते इति एव अन्तिमरूपं. संयतः इति सूत्रेण अभ्यासस्य ह्रस्व अकारस्य स्थाने इकारादेशः, अतः मीमान् इति. अनन्तरम् अन्यत् किमपि सूत्रेण तत्र मीमान् इति आगच्छति. तदेव भगिनि प्रश्नः अस्ति, चुरादिगणे सर्वदातवः उभयपदि अस्ति वा इत्येव अहं चिन्तयामि. इदानीं दृढतया प्रश्नः नास्ति. उभयपदी निश्चये एव उभयपदी भवति इति किमर्थम् अहं पृच्छामि. मान् मानयति एव दत्तवान्, न मानयते इति. अन्यत्र तु बाधयति बाधयते इति अस्ति. उभयपदी इत्येव अहं किमपि कुत्रापि पठितवती, इदानीं स्मरणे नास्ति तत्. राजेन्द्रमहोदय स्मरति वा? पूर्वं वयं गीताप्रवेशवर्गे अपि यदा णिच् योजयामः इति पठितवन्तः. कुत्र यथा भवती वदति तत् कुत्रचित् पठितवन्तः वयं तत्र प्रायशः उभयपदी भवन्ति. यत्र कुत्रापि कोऽपि धातु उभयपदी नास्ति तत् तथा प्रायः तत्रापि विशेषदातवः सामान्यदातवः इति तत्रापि प्रायः भवति. अहम् अग्रिमवर्गे पूर्णतया दृष्ट्वा इदानीं अहं पश्यन् अस्मि भगिनि, अत्र सर्वत्र उभयपदी अस्ति. उभयपदी तदेव वयं प्रायः तत्र विस्मृतवान् इति चिन्तयामि, मानयते इति अपि, तदपि अहम् एकवारं दृष्ट्वा कन्फर्म् करोमि, मानयति मानयते इति रूपमस्ति वा तत्र, मानयते इति अस्ति वा? एकनिमिषं एकनिमिषं, मानयते इदानीम् अस्मिन् सूत्रेण एव दीर्घादेशः भवति, न तत्र अहं फिल्टर् कृतवान्, फिल्टर् अस्ति तत्र, तत्र चुरादिगणीय दातवः सन्ति सर्वत्र उभयपदी इति दत्तमस्ति, उभयपदी एव अस्ति, उभयपदी एव अस्ति प्रायः, मानयते इति अपि रूपं भवेत् अहं चिन्तितवान् एव उभयपदी इति भवति इति, कुत्र तत्र अस्माकं वर्गे वयं चर्चितवन्तः. अस्तु, अत्र मीमान् इति यद् अहं रूपम् उक्तवती संज्ञतः इति सूत्रेण, तस्य दीर्घादेशः अस्मिन् सूत्रेण एव भवति, मान् बदधान् शान्व्यो दीर्घ अभ्यासस्य इति सूत्रेण मीमान् इति भवति. भगिनी अत्र एकः धातुः अस्ति चल् इति, तत् परस्मैपदी अस्ति एव, अहं फिल्टर् कृतवान् आसीत्, तत्र एकः एव अस्ति चल् धातु, चल् धातु अस्ति, तत्र रूपं भवति चालयति चालयतः चालयन्ति इति, तत्र परस्मैपदी एव, चालयते इति न भवति, अस्तु अहम् एक एव धातु अस्ति. अस्तु, अत्र पुष्पदीक्षित महोदयात् अत्र प्रक्रिया पुस्तके तत्र अस्ति मान् मान्य मान्यते, अतः अस्ति एव किल रूपद्वयम्. आमां सम्यक् एव. अतः रूपद्वयम् इत्येव अहं पठितवती, तदेव मम चिन्तने अस्ति, परन्तु अहं कन्फर्म् करोमि. अत्रापि अन्यत् चुरादिगणे एव अस्ति, मानयति मानयते रूपद्वयं, परन्तु तत्र आश्चर्य डाट् काम् मध्ये मानयति इति आत्मनेपदी दत्तमस्ति, अहं न जानामि, उभयपदी नास्ति. अस्तु, मानयति इति एव अस्ति वा? मानयते मानयते इति चुरादिगणे मानस्तम्भे मानयति, अत्र अस्ति, अत्र अस्ति मानयति इति. पुष्पा भगिनी कुतः आगतवती? स्वागतम्, मया श्रीविद्या भगिनी. ओ अस्तु अस्तु अस्तु, स्वागतं भगिनि. मानयति इति अस्ति न तत्र, मानयति इति अस्ति गणे, अन्यगणे अस्ति इति चिन्तयामि. अस्तु, अहम् एकवारं पुनः पठित्वा कुत्रापि प्राप्यते तत्र अहं दृष्ट्वा वदामि. सम्यक् प्रश्नः, समीचीनमेव. अस्तु, अतः रूपम् एतादृशमेव भवति, मीमांसते इति रूपम् आगच्छति द्वित्वं भूत्वा. अत्र दत्तमस्ति भगिनि, अकृस्मीयाः आत्मनेपदेन इत्यनेन गुणसूत्रेण अस्य धातोः आत्मनेपदं विधीयते इति अस्ति, यद्यपि उभयपदी अस्ति तत्र अष्टादर्कं मध्ये दत्तमस्ति. सूत्रसङ्ख्या वदतु महोदय, अनन्तरम् अहं तद् वार्तिकं वा, वार्तिकम् इति अकुस्मीयाः, अकुस्मीयाः आत्मनेपदिनः इति इत्यनेन गुणसूत्रेण तद् न दत्तमस्ति, सूत्रसङ्ख्या न दत्तमस्ति इदानीं तत्र, वार्तिकं तत्र प्रायः तत्र सङ्ख्या न भवति, तत्र उपरि नोट् भवति यत्र दाससङ्ख्या सङ्ख्या विधीयते, तत्र नोट् अस्ति रैट् सैड् लेफ्ट् सैड् मध्ये, तदपि इदानीं तदा अकुसमीयाः आत्मनेपदिनः इत्येव दत्तमस्ति, सूत्रं सूत्रेण गुणसूत्रेण इति अस्ति, परन्तु सूत्रसङ्ख्या न दत्तमस्ति. अस्तु, अहं पश्यामि महोदय, धन्यवादः. गुणसूत्रेण अस्तु, आम् अस्तु, अग्रे सरामः. एतद् स्पष्टं किल, यदा द्वित्वं कार्यम् अनन्तरं कथं मीमांसते इति भवति इति? वयं किञ्चित् पूर्वं पठितवन्तः खलु भगिनि वित्तस्य महोदयस्य करपत्रे एव किञ्चित् पठितवन्तः पूर्वं किञ्चित् ददाति इति विषये यदा पठितवन्तः तस्मिन् समये दृष्टवन्तः द्वित्वकार्यं परन्तु अस्मिन् सूत्रेण दीर्घादेशः अपि भवति तदेव वैशिष्ट्यम् अस्तु तद् समाप्तं किल अग्रे सरामः अरुणा भगिनी आयप्रत्ययः पठति वा आं भगिनि आयप्रत्ययः गुप्रक्षणे गुपुरक्षणे गुप् धूपसन्तापे गुप् घुप् धूपदातु रूपं फण् व्यवहारे फण व्यवहारे फण् फनस्तुथौ फन् गुपुधूपविच्छिपणिपाणिभ्य आयः गुपुधूपविच्छपणफन एतेभ्यः धातुभ्यः आयः प्रत्ययः भवति स्वार्थे गुपुश्च धूपश्च विच्छिश्च फणिश्च फनिश्च तेषाम् इतर इतर द्वन्द्वः गुपुधूपविच्छिपणिपाणयः तेभ्यः गुपुधूपविच्छिपणिपणिभ्यः गुपुधूपविच्छिपणिपणिभ्यः पञ्चम्यन्तम् आयः प्रथमान्तं द्विपदमिदं सूत्रं प्रत्ययः परश्च इत्यनयोः अधिकारः धातोरनेकाचो हलादेः क्रियासमभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः अनुभूतिसहितसूत्रं गुपुधूपविच्छपणिपाणिभ्यः धातुभ्यः आयः प्रत्ययः परश्च चत्वारः पञ्चदातवः स्वार्थे आयप्रति आगच्छति इति वदति विवरणं गुपुधूपु पदविच्छेदं रूपसिद्धि कृत्वा अनुभूतिसहितसूत्रं वदति गुपुधूप विच्छिपणिपणिभ्यः धातुभ्यः आयः प्रत्यय परश्च इति आय इति प्रत्ययः विहितः भवति अग्रे अपि पठतु भगिनि भगिनि अत्र विच्छ इति विच्छीयति तत्र इक् प्रत्यय योजितमस्ति वा इक्ष्टिपौ इति वा इक्ष्टिपौ इति सम्यक् तदेव पणि पणि इक् आम् सम्यक् पुनः वदतु भगिनि तत्र तत्र वयं गतसप्ताहे वा प्रायः तस्मात् पूर्वम् इक्ष्टिपौ धातुनिर्देशे इति वक्तव्यम् इति दृष्टवन्तः किल यदा अस्माकम् इषु गमि अमां चः इत्यत्र गमी इति अस्ति अनन्तरं तत् पाघ्राध्मा अर्ति सर्ति इति तत्र इक्ष्टिपा धातुः निर्दिष्टः अस्ति इति छन्दसः कृते इति अहम् उक्तवती किल गम् इति धातुः इक् योजयामः चेत् गमी इति रूपम् आगच्छति इति तादृशमेव अत्रापि तत्र पणि पणि इति अस्ति गुप् योगः आय पुगन्तलघुपदस्य च सूत्रेण गुणः गोपाय सनाद्यन्तदातवः इत्यनेन धातुसंज्ञा कर्तर्ते सारदातिके परे कर्तरि शप् गोपाय योगः शप् योगति अथो गुणे इति पररूपे गोपाय अति गोपाय अति गोपायति इति रूपं भवति गुप् योगः आय आददातुकप्रत्ययः सुगन्धलघुपदस्य च सूत्रेण गुणका इक् वर्णस्य उपधा गु उपधा लघु विकुवर्णस्य गुणः भवति गोपाय इति नूतनधातुः सनाद्यन्तदातव सूत्रेण धातुसंज्ञा नामकरणं भवति कर्तर्थे सार्वधातुके परे कर्तरि शप् आगच्छति गोपाय योगः शप् योगति रतगुणे इति पररूपम् आगच्छति गोपाय इति गोपयति इति रूपं भवति यदा निच् योजयामः तादृशमेव समानकार्यं समानकार्यमेव गुप् गोपाय गोपायति धूप् धूपाय धूपायति पणाय पाणयति पाणायति फन् पणाय पनायति विच्छदहमेव पृच्छामि परन्तु अत्र अस्ति विच्छदातुः सुदादिगणे विच्छ विच्छाय विच्छायति इति रूपं भवति तत्रापि अस्ति विच्छदातुः आयति सनन्तदत्त वा सनन्तप्रत्यय सन्नन्तप्रत्ययः अस्ति वा सन् सन्प्रत्ययः अस्ति वा आय आय इति प्रायः महोदय तत्र द्वादशप्रत्ययः वयं दृष्टवन्तः किल विंशतिप्रत्ययः दृष्टवन्तः तत्र आय इति एकः अस्ति वा कुप्तिभ्यः सन् सन्नन्तप्रत्ययविषये एव अस्ति अतः क्यच् प्रत्ययः मिच् अस्ति यङ् अस्ति मिच् यक् आय प्रत्ययः अस्ति यक् प्रत्यय अनन्तरम् आय प्रत्ययः गुप्तु एतत् सूत्रमपि अस्ति आयः इति सनन्तप्रत्ययः एव सम्यक् आम् अतः अत्रापि धातुसंज्ञा सर्वं विधीयते यदा वयं निच् प्रत्ययः दृष्टवन्तः तत्रापि तदेव आम् आं समापयतु भगिनि तत्र विच् धातुः सुदादिगणे अस्ति विच्छ विच्छाय विच्छायति इति रूपं धातु सम्यक् महोदय भगिनी अत्र शप् विधीयते खलु शप् विधीयते खलु गोपायोग शप् अस्माकं तदेव अहम् उक्तवती निच् प्रत्ययः इव एव तत्रापि वयं यदा तादृशप्रक्रिया एव अत्रापि गोप गुप् योग आय गोपा अस्तु अस्तु गोपाय योग न आय इति वा आय इव अत्र आय पूर्ण पूर्ण आय एव आय इति न यकारः न न गुप् योग आय इदानीं लघुपदस्य च इति पुगन्तलघु गोपा गोपाय इति भवति गोपाय योग शप् इदानीं अत्र गुण तत्र गुण न भवति सोरि अत्र सवर्णदीर्घः न भवति अतो गुणे अतो गुणे पूर्व अतः एव अत्र एकः आकारः अस्ति शप् इति अनुबन्धलोपानन्तरम् एकः आकारः अस्ति द्वयोः गोपायति अस्तु महोदय भवान् एव अस्तु आयादयः आर्द्रातिके वा आर्द्रातिकप्रत्ययस्य विवक्षायाम् आय आदयः प्रत्ययः विकल्पेन भवन्ति आयादौ त्रयः प्रत्ययः अन्तर्भूताः आय इयङ् निङ् आय आदि आदिर्येष ते आयादयः आयादयः प्रथमान्तम् आर्धातुके सप्तमन्तं वा अव्ययपदं त्रिपदमिदं सूत्रम् अत्र आर्धातुके इति विषयसप्तमी अस्ति अतः आर्धातुकस्य विषये अथवा आर्धातुकस्य विवक्षायाम् इत्यर्थः सूत्रे सूत्रं स्वयं सम्पूर्णम् आयादयः आर्धधातुके वा इति आयादः आर्धातुके वा इति सूत्रं वदति तत्र त्रयः त्रयप्रत्ययाः अन्तर्भूताः आय इयङ् निङ् इति एते आर्धातुकविवक्षायां विकल्पेन यदा आर्धातुकविवक्षा अस्ति तदा आर्धातुकसंज्ञां प्राप्नोति आर्धातुकसंज्ञा इति अतः सूत्रं स्वयं सम्पूर्णं आर्धातुकलकारेषु विकल्पेन आयप्रत्ययः यथा गुप् योग् धातुः लृटि आयपक्षे गोपायिष्यति आय अभावे गोपिष्यति अस्तु लिटि आयपक्षे गोपायञ्चकार आय अभावे जुगोप अस्तु एतत् आर्धातुक अपि अपि सार्धातुक अपि भवति वा आर्धधातुकविवक्षायाम् अस्माकं विवक्षा आर्धधातुकः अस्ति चेत् तत् धातुः गुप् इति धातुः तु भुआदिगणीयधातुः एव किल तस्य अस्माकं विवक्षा आर्धधातुकः अस्ति चेत् तत् रूपद्वयं भवति येन सूत्रेण आयादयः आर्धधातुके वा इति सूत्रेण रूपद्वयं भवति एकमस्ति गोपयिष्यति आय अभावे गोपयिष्यति लकारविषये वदति लकारविषये प्रकरणविषये नास्ति आर्धधातुकलकारविषये किञ्चित् भ्रमः अभवत् धातुः अस्माकं भुआदिगणीयधातुः तत्र भुआदिगणीयधातु आय इति अर्धातुकधातुः एव अस्ति खलु अत्र गोपयिष्यति गोपायिष्यति तद्वदनेन कोऽपि एतत् गोपायिष्यति कोऽपि तदेव तमेव न करोति करिष्यति भविष्यत् भविष्यत् कालः करिष्यति गोपिष्यति अपि भविष्यत् अपि करिष्यति आम् तदेव अर्थः समानः गोपायिष्यति तम् एव न करोति करिष्यति सम्यक् एव आम् अत्र स्वार्थे एव आय इति प्रत्ययः यद् विधीयते यदा भगिनी तत्र उक्तवती किल यदा अगुप्योगः आय आर्धधातुकप्रत्ययः इति तत्र गुप् इति यत् प्रत्ययः अस्ति तत्र वैकल्पिकरूपमपि अस्ति एकपक्षे तु यदा आय इति प्रत्ययः विधीयते अनन्तरं साधारणतया गोपयिष्यति इति यद् स्या इति अस्माकं लकारनिमित्तविकरणप्रत्ययः योजयित्वा गोपिष्यति इति अपि रूपम् अस्ति इत्येव तत्र तत्र अस्माकं पाठः तत्र यद् आय इति प्रत्ययः पूर्वस्मिन् उदाहरणे आसीत् तदपि आर्धधातुकः एव परन्तु गुप् धातोः विषये रूपद्वयम् अस्ति आर्धधातुकप्रकरणे एकं गोपयिष्यति अनन्तरम् अन्यत् गोपिष्यति इति तदेव तत्र मुख्यबिन्दुः अवगतं वा महोदय निङ् प्रत्ययः पठामः राजेन्द्रमहोदय आं भगिनि निङ् प्रत्ययः कमेर् निङ् निङ् कमु कान्तौ इच्छार्थे इत्यस्मात् निङ् प्रत्ययः भवति स्वार्थे कमेः पञ्चम्यन्तं निङ् प्रथमान्तं द्विपदं सूत्रं सूत्रं स्वयं सम्पूर्णं कमेः निङ् निङ् कमु कान्तौ कमेर्निङ् कमु कान्तौ इच्छार्थे इत्यस्मात् निङ् प्रत्ययः भवति तत् अस्तु कमु धातुः अस्ति तत् तस्य कृते तत् निङ् प्रत्ययः भवति एवं वा भगिनि तावदेव महोदय इच्छार्थे इति कान्तौ इत्यस्य अर्थः कमु कान्तौ कान्तः इत्युक्ते इच्छा इति अर्थः कमेः पञ्चमे अन्तं निङ् प्रथमान्तं द्विपदं सूतं कमेः निङ् निङ् प्रत्यये प्रत्यये णकार डकार णकार णकार णकारयोः इत् संज्ञा इ इति अवशिष्यते नित् इत्यनेन आत्मनेपदं भवति नित् इत्यस्मात् अतः उब्धायाः इत्यनेन उब्धाभूतस्य अकारस्य वृद्धिः भवति अत् उब्धायाः अस्तु तत् सूत्रेण तत् वृद्धिः भवति अकारस्य कमु कम् कमेर्निङ् कम् योग इ एव अवशिष्यते अत् उब्धायाः काम् कामि कामि कामियोग शप् गुणः कामे गुणः भवति सार्वधातुकयोः सूत्रेण तत्र अकारः कामे योग अकारः कामै कामै एचवयावः कामै अत्र कामयते आत्मनेपदीरूपं भवति अस्ति कामयते आर्धधातुकलकारेषु आयादयः आर्धधातुके वा इत्यनेन विकल्पेन निङ् प्रत्ययः यथा लृटि निङ् पक्षे कामयिष्यते निङ् अभावे कामिष्यते अस्तु यथा पूर्वं वयं पठितवन्तः गुप्तातु कृते अत्रापि रूपद्वयं लृटि निङ् पक्षे कामयिष्यते निङ् अभावे तत् कामिष्यते रूपद्वयम् अत्रापि रूपद्वयं काम् कम् खमु इति धातुः तत्रापि रूपद्वयं यदा वयं पूर्वं दृष्टवन्तः अत्र कः धातुः आसीत् गुप् धातुः अत्र कम् खमु इति धातुः अत्रापि रूपद्वयम् अत्र अथ उपादायः इति सूत्रं वृद्धिविधायकसूत्रमस्ति परन्तु यद् कामी इति यत् आगच्छति काम् अनन्तरं ई योजयित्वा कामी इति आगच्छति तद् यदा वयं निच् विषये वा सन् विषये दृष्टवन्तः आय इति विषये दृष्टवन्तः तादृशं नूतनधातुः नास्ति तत्र धातुसंज्ञा तु तिष्ठति एव परन्तु तादृशनूतनसंज्ञा किमपि नास्ति किमर्थम् इत्युक्ते येन प्रत्ययेन एव भवति तत्र वयम् अस्माकं लिस्ट् अस्ति किल द्वादश वा द्वाविंशति प्रत्ययाः येन नूतनधातवः उत्पद्यते तत्र एतद् निङ् इति प्रत्ययः नास्ति अस्तु अतः अत उपादायाः इति वृद्धिविधायकसूत्रम् अङ्गस्य उपादाकारस्य नित् प्रत्यये परे वृद्धिः भवति इति सूत्रं वदति तावदेव अत्र पञ्चनिमिषम् अस्ति वयम् एषः पाठः समापयामः अतः अग्रिमसप्ताहे नूतनपाठस्य आरम्भं भवति पुष्पा भगिनी पठितुम् इच्छति वा अन्तिमभागः आं भगिनि दिवादिगणीयः इव श्यन् इति विकरणं वा ब्राश ब्लाश भ्रमु क्रमु क्लमु क्लमु त्रसि त्रुटिलवलशः लशः भ्राश् ब्लाश् भ्रमु चलने भ्रमु चलने तत् अर्थं क्रम क्रं क्लं त्रस् त्रुट् लष् एतेभ्यः श्यन् विकल्पेन भवति कत्तके प्रत्यये परे ब्रशश्च ब्लाशश्च भ्रमुश्च क्रमुश्च क्लमुश्च त्रसिश्च त्रुटिश्च लश्च तेषां समाहारद्वन्द्वः ब्रशाल् ब्रशा ब्लाश् भ्रमु क्लम् क्रमु क्लमु त्रसि त्रुटिलश् तस्मात् ब्रमुक्लमुक्लमुक्लमुक्लमुक्लमसि त्रुटिलशः वा लशः वा अव्ययपदं ब्रशा ब्राश ब्लाश क्रमु त्रसि त्रुटिलशः पञ्चम्यन्तं दीपनिर्जनं सूत्रं दिवादिभ्यः श्यन् इत्यस्मात् श्यन् इत्यस्य अनुवृत्तिः कर्तरीषप् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः प्रत्ययः परश्च इत्यनयोः अधिकारः धातोरेकाचो हलादेः क्रियासमभिहारे यक्ञम् इत्यस्मात् धातुभ्यः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ब्राशभ्लाश ब्रमुक्रमु क्लमुक् त्रसि त्रुटिलशः धातुभ्यः श्यन् प्रत्ययः परश्च वा कर्तरि सार्वधातुके. एतद् बहु पूर्वे पठामः. अस्तु भगिनि, एतत् सूत्रं वदति ब्राश् ब्लाश् ब्रमु क्लम् क्लम् त्रुट् लश् एतेभ्यः श्यन् विकल्पेन भवति कर्तर्तके प्रत्ययपदे कर्तर्तके प्रत्यये तिङ् प्रत्ययपदे परे परे तत्तु तस्मात् एतत् पञ्चम्यन्तं तद् तद् न पठामः, तद् न आवश्यकं, तद् उदाहरणं उदाहरणं दृश् टुब्राश्रु दीप्तौ प्रकाशते टुब्राश्रु. अस्तु, ब्राश् योगः शप् शप् तु क्ष्यन् अस्ति दिवादिगणे. ब्राश् ब्राश्य वा इति वदनेन द्विरूपम् आगच्छति, द्विरूपं न द्वे रूपं द्विरूपं द्वे रूपे आगच्छतः ब्राशते ब्राश्यते. टुल् ब्राश्रु टुब्लाश्रु एतत्तु धातुः अस्ति तद् टु गच्छति न ऋकारः एव गच्छति, ब्लाश् एव तिष्ठति. शप् श्यन् इत्यनेन शप् इत्यनेन ब्लाश् आगच्छति, श्यन् इत्यनेन ब्लाश्य इति आगच्छति, ब्लाशते ब्लाश्यते. भ्रमु एव तथैव भ्रमणं करोति इति भ्रमति श्यन् भ्रम्य भ्रम्यति. क्रम् पादविक्षेपे पादाभ्यां चलति इति क्रमु इति वदनेन क्रमः परस्मैपदे पदेषु एतत् परस्मैपदी एव तिष्ठति इति वदति. क्रं क्रां क्राम्य हा हा ते द्वे अपि अस्ति. क्रमते तत्तु क्रमते आत्मनेपदी अस्ति, क्रामति अत्र आकारः आगच्छति दीर्घः दीर्घः तद् अस्ति न क्रमः परस्मैपदेषु इति सूत्रेण दीर्घत्वम् आगच्छति दीर्घत्वम् क्रमः परस्मैपदेषु अस्तु क्रामति अस्तु कश्यन् अस्ति चेत् क्राम्यति इति आगच्छति क्लमु तु तदैव क्लं श्रान्तं श्रान्तं भवति तत्तु ष्टिवु क्लमु क्षमाः क्षमांषिति तत् तदेव तदेव अपि मया मनसि आगच्छति तत्रापि तादृशकार्यं क्लामति क्लाम्यति दीर्घ दीर्घत्वम् आगच्छति दीर्घत्वम् त्रस् भयेन कम्पते शप् इति अस्य त्रस् आगच्छति त्रसति श्यन् इत्यनेन त्रस्य त्रस्यति लश कान्तौ इच्छति लश कान्तौ तत् इच्छति इति अर्थं लश् लश् शप् इत्यनेन लश लशति लशते ओ अत्र आत्मनेपदी अपि अस्ति लश् लश्य इत्यनेन लश्यति इति अत्र क्रमः परस्मैपदेषु इत्यनेन वदनेन क्रम् धातुरूपी अङ्गत्याचः दीर्घत्वं परस्मैपदे शिति परे क्रमः तद् ष्टिवु क्लमु क्षमाशिति इत्यनेन इत्यस्मात् शितिप्रत्यय अनुवृत्तिः वचन परिणामं कृत्वा शित्सु क्षमांष्टानां दीर्घः श्यन् इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः तद् न दृष्टं न प्राय पूर्वं दृष्टवन्तः भगिनि परन्तु अनुवृत्तिः एव किल अतः आवश्यकता नास्ति नास्ति अच्छश्च तद् तत्सर्वे न पठामः अनुवृत्तिसहितसूत्रम् अनुवृत्तिसहितसूत्रं क्रमः अङ्गस्य अचः दीर्घः शित्सु परस्मैपदेषु तदेव दीर्घः दीर्घः भवति परस्मैपदे क्षिति परे परस्मैपदेषु एव क्रम इति धातुः अग्रिममपि पठतु अचश्च अचश्च यत्र यत्र ह्रस्वः दीर्घः प्लुतः च विधीयन्ते तत्र तत्र अचः इति षष्ट्यन्तं पदम् आगत्य उपस्थितं भवति एतत्तु परिभाषासूत्रम् अस्ति अनुवृत्तिसहितसूत्रं ह्रस्वदीर्घस्तुतौ स्तुतैः अचः च अच् अतः अचः इति वर्धनेन अकारः दीर्घः प्लुतः ते सर्वे सन्ति अग्रिमं ष्टिव् क्लमुच्चमाहं शिति इत्यनेन ष्टिव् क्लं चम् येषां धातु रूपी अङ्गानां याचः दीर्घत्वं शिति प्रत्यये परे ष्टिव् ष्टीव् इति आगच्छति वा क्लामति चाम चामति इमे धातवः द्वादिगणे पठिताः न तु द्विवादिगणे अनेन विशिष्टसूत्रेण श्यन् इति विकरणप्रत्ययः विहितः श्यन् अभावे शप् इति सामान्यं द्वादौ कर्तृषप् इति सूत्रेण तदेव इदानीं पठामः न तृट् धातुः द्विवादिगणे अस्ति तत्र गुणनिषेधे त्रुटति तृट्यति इति वादिगणे समग्रं तिट् तिङ् सम्बन्धं सार्वधातुक प्रकरणचिन्तनं समाप्तम्. अतः भवादिगण एतत्तु चिन्तनम् अस्ति, चिन्तनं कार्यम्. धन्यवादः. धन्यवादः. सर्वे अवगतवन्तः वा? तत्र तृट् इति धातुः एव तुदादिगणे अस्ति, अत्र त्रुटति त्रुट्टय तृप्यति इति रूपम्, अन्यत् सर्वत्र तु रूपद्वयम् अस्ति इति दत्तमस्ति. सम्यक् वा? त्रुटति सर्वे एतानि सर्वे बहु धातूनाम् अस्ति न, ते सर्वे एकः अथवा द्वे धातोः गणद्वयम् आगच्छति. गणद्वयम् आगच्छति. आम्, तदेव. सम्यक्, उत्तमम्. अस्तु, अग्रिमसप्ताहे अग्रिमगणं प्रति गच्छामः. दिवादिगणः अग्रिमपाठः, तत् प्रति गच्छामः. विरमामः. धन्यवादः. धन्यवादः. धन्यवादः भगिनि.